अस्तु, अधुना पूर्वपक्षिणः द्वितीय आपादनस्य विषये चर्चा प्रवर्तते. तस्मात् प्राक् तेषां प्रथमम् आपादनं किम् अस्ति अपि च तस्य अर्थः कः इति किञ्चित् परिशीलयामः. सिद्धान्तिनः अथवा प्राचीनानां मतम् अस्ति यत् भेदः अपि च पृथक्त्वं समानौ न स्तः इति. तस्य अनङ्गीकारे पूर्वपक्षिणः वदन्ति यत् न, तथा नास्ति, भेदः एव पृथक्त्वम् इति आक्षेपं कुर्वन्ति. आक्षेपं कृत्वा ते आपादनद्वयम् अत्र वदन्ति. प्रथम आपादनम् अस्ति यत् गुणरूपस्य तस्य मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति. तत्र सावित्री भगिनी किञ्चित् तस्य विषये उक्त्वा, भवत्याः यः भागः आसीत् उपस्थापनसमये वर्गे, तस्य विषये किञ्चित् वदति वा? आम्, तत्र प्रथम आपादने गुणरूपस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति आसीत्. अस्माभिः पूर्वं दृष्टं यत् इतः पूर्वं तादृश कोऽपि गुणः न परिशीलितम् अस्माभिः यत् नियतावधिकः आसीत्. उदाहरणत्वेन रूपरस गन्धस्पर्श इत्यादयः सर्वे विद्यमान द्रव्ये विद्यमानः आसन्, परन्तु तेषु गुणेषु कोऽपि नियतावधिकः न आसीत्. तदर्थम् इदानीं तु पृथक्त्वं नियतावधिकः, तत्र मतभेदः नास्ति. तस्मात् पूर्वपक्षी वदति यत् इतः पूर्वम् अस्माभिः दृष्टं यत् भेदः अपि नियतावधिकः गुणः, नियतावधिकः पदार्थः, पृथक्त्वं नियतावधिकं, तदर्थं पृथक्त्वं भेदः एव इति अस्माभिः पूर्वं दृष्टं. परन्तु अत्र द्वितीयस्तरे किञ्चित् इतोपि अन्ततो गत्वा पश्यामः चेत् किमर्थं रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानम् इति वदति पूर्वपक्षी, तस्य वदनस्य का आवश्यकता इति शङ्का आयाति. तत्र पूर्वपक्षिणः मनसि इतोपि किञ्चित् अस्ति इति भाति, तस्य आपादनस्य दृढीकर्तुं किञ्चित् तथा वदति इति अहं मन्ये. रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य इति गुणस्य विशेषणम् अस्ति. पृथक्त्वम् इति नियतावधिकः पदार्थः तत् सर्वदा वर्तते, प्रतियोगिनं विहाय सर्वत्र विश्वे सर्वत्र वर्तते, परन्तु पृथक्त्वं तु गुणः तु मूर्तोत्पत्तिद्वितीयक्षणे एव जायते. तस्मात् गुणस्य क्षेत्रम् इति सीमितम् अस्ति, मूर्तोत्पत्तिद्वितीयक्षणे जायते अपि तु भेदः तथा नास्ति, सर्वदा वर्तते अपि च तस्य अन्तः नास्ति, आरम्भः अपि नास्ति. तदर्थं तत्र वैलक्षण्यं दर्शनार्थं पूर्वपक्षी वदति तथा नियतावधिकत्वात् पृथक्त्वं भेदः एव, भेदः एव. यदि तथा मूर्तोत्पत्तिद्वितीयक्षणे जायमानं अथवा यदि तद् भेदरूपी पृथक्त्वं द्रव्ये भवति चेत् तत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानं न अर्हति. किमर्थम् इत्युक्ते द्रव्यं स्वस्मिन् विद्यमानभेदस्य कारणं न भवितुम् अर्हति. अपि तु भेदः नित्यः, तस्य आरम्भः न भवति. तदर्थं पृथक्त्वं भेदः, पृथक्त्वस्य पृथक्त्वं भेदः एव, गुणः नास्ति इति आहत्य पूर्वपक्षी वदति यत् पृथक्त्वं मूर्तद्रव्येषु अपि भासते, परन्तु तत् गुणः नास्ति एतावधिकत्वात् भेदः एव. तत् सर्वं प्रथमापादने अन्तर्भूतमस्ति. समीचीनं. पृथक्त्वस्य गुणत्वं न अङ्गीक्रियते, तस्य भेदरूपता एव अङ्गीक्रियते पूर्वपक्षिभिः. तस्य समर्थनार्थं भिन्नभिन्नरीत्या एतत् सर्वम् उच्यते तैः. अस्तु, इति प्रथम आपादनस्य विषये आसीत्. इदानीं द्वितीय आपादनं किं, द्वितीय आपादने किं किम् अन्तर्भूतमस्ति इति सव्यसाची महोदय वदति वा? आम् आं भगिनि, द्वितीयपादनम् अस्ति भूतलावधिकत्व एव कपालावधिकत्व अपि आवश्यकत्वात् तद्दोष अवस्थितम् इति वाच्यं. सो तर्हि द्वितीय आपादने पूर्वपक्षी वदति तत्र यथा भूतलावधिकत्वं भवति घटे, तथा कपालावधिकत्वम् अपि भवितुम् अर्हति इति पूर्वपक्षिणः, अत्र पूर्वपक्षी इति वदति. तर्हि तत् कथं वक्तुं शक्नुमः इत्युक्ते तत्र तत्र तथा तु न भवितुम् अर्हति. किमर्थम् इत्युक्ते भूतलावधिकत्वं घटे भवितुम् अर्हति. किमर्थम् इत्युक्ते तत्र प्रथमतया एतत् वदतु, प्रथमतया भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वम् इति केन आधारेण पूर्वपक्षी तथा वदति? निखिलावधिकत्वम् इति भवन्ति इति भाति. तर्हि तेषां मनसि किम् अस्ति? तेषां मनसि अस्ति ये नियतावधिकत्वं यत्र नियतावधिकत्वं भवितुम् अर्हति, तत्र निखिलावधिकत्वम् अपि भवितुम् अर्हति इति तस्य मनसि अस्ति. इति तेषां मनसि अवश्यम् अस्ति निखिलावधिकत्वं. तत्र मूलकारणमस्ति यत् नियतावधिकत्वम् इति उक्तम् अस्तु, किन्तु नियमेन कुत्र अस्ति अवधिः न इति न उक्तं. तर्हि भूतलावधिकमपि स्यात्, कपालावधिकम् अपि स्यात् इति तेषां मनसि. अपरैः शब्दैः यथा महोदयेन उक्तं, निखिलावधिकत्वम् अस्ति इति पर्यवसितं भवति पूर्वपक्षिणाम् अनेन आपादनेन. तर्हि द्वितीय आपादनेन कः दोषः आगच्छति इति संध्या भगिनी किञ्चित् विवृणोति वा? तत्र द्वितीयम् आपादनमस्ति निखिलावधिकत्वस्य विषये. तर्हि घटे तत्र यथा भूतलावधिकत्वमस्ति तथा कपालावधिकत्वमपि स्यात् इति यदि वदन्ति, तर्हि इदानीं घटकपालयोः मध्ये यदि परस्पर अवधिकत्वम् आगच्छति चेत् तत्र तयोः मध्ये युतसिद्धत्वम् आगच्छति. किमर्थम् इत्युक्ते तत्र पृथग् आश्रितौ तत्र कपालः घटः इति द्वे पदार्थे तत्र द्वौ पदार्थौ भवतः इति आगच्छति, परन्तु तथा तु व्यवहारः नास्ति. तर्हि युतसिद्धत्वम् इति दोषपूर्ण व्यवहारः आगच्छति. अस्तु, तर्हि कपाले अपि घटपृथक्त्वस्य अवधित्वम् अस्ति इति स्वीकरणेन यथा भगिन्या उक्तं पृथक्त्वस्य अवधिः अस्ति चेत् पृथक्त्वम् इति व्यवहारः, तेन युतसिद्धत्वं, तेन घटकपालयोः संयोगः. किन्तु तत्तु नास्ति इति उभाभ्याम् अङ्गीक्रियते. उभयोः मनसि तथा अस्ति दोषः. तावत्पर्यन्तं तु सहमतम् अस्ति उभयोः, तत् तथाविधसंयोगः न स्यात् इति. अस्तु, तर्हि अस्य दोषस्य निवारणार्थम् अग्रे सिद्धान्तिः किं करिष्यति, कस्य उदाहरणं ददाति इति सरला भगिनी किञ्चित् प्रतिपादयति किम्? अस्य दोषनिवारणार्थं सिद्धान्तिनविभागस्य उदाहरणं ददाति. विभागस्थले यद् विभागद्विनिष्ठ अस्ति तस्य अवधिकं ज्ञातुम् अवधि आरोपयति. सो यदि अवधि आरोपयति तदा अवधिकत्वम् एकं क्रियते, द्वितीयं निवार्यते. उदाहरणं घट वृक्षः विभागः. घटवृक्षविभाग एतत् द्वयोः द्वयनिष्ठ अस्ति. घटवृक्षात् विभक्तः एतत् उदाहरणे घटे यत् विभागः अस्ति तस् विभागस्य वृक्षावधिकम् अस्ति. तत्र एक वृक्षा घटावधिकं न भवितुं शक्नोति. यदि वृक्ष घटात् विभक्त तत्र घटविभक्त तत् विभागे यत् अस्ति तत् घट अवधिकं भवति. घट तत् विभागे घट अवधिकत्वम् अस्ति. एक इति यदि वयं कुर्मः तर्हि विभागस्थले यदि हि नियतावधिकत्वं नास्ति परन्तु अवधिकत्वम् आरोप्यते तद् निखिलावधिकत्वम् अपि नास्ति इति उदाहरणे. अतः उदाहरणे विभागस्य उदाहरणे वयं सिद्ध्यते वयं सिद्ध्यन्ते पृथक्त्वस्थले अपि निखिलाद् अवधिकत्वं नास्ति. घटं विहाय स्वं विहाय निखिलावधिकस्य परिभाषा अस्ति. स्वं विहाय कुत्र कुत्रापि अस्ति. स्वं विहाय युक्ते तस्य आश्रयस्य अवयविनाः अपि आगच्छन्ति. घट तस्य अवयविनोः अवयविनः. अस्तु अस्तु, इदानीं मूलविषयासीत् विभागः इति स्वीकृतं तैः इति बहु सम्यक्तया भवत्या प्रतिपादितं. विभागः किमर्थं स्वीकृतं? यतोहि विभागस्थले अपि यद्यपि विभागस्य नियतावधिकत्वं नास्ति तथापि तस्य किमपि अवधिकत्वम् आरोप्यते, निखिलावधिकत्वम् अपि न भवति. हा, निखिलावधिकत्वम् अपि न भवति. विभागः गुणः तु गुणः एव अस्ति विभागः, यथा पृथक्त्वं द्रव्योत्पत्ति द्वितीयक्षणे तथा विभागः अपि द्वितीयक्षणे द्रव्ये द्वितीयक्षणे उत्पद्यते अपि च तस्यापि निखिलावधिकत्वं नास्ति. तस्य किञ्चित् अवधिकत्वं स्वीक्रियते, किञ्चित् वार्यते. तथैव पृथक्त्वमपि पृथक्त्वस्यापि निखिलावधिकत्वम् इति किमपि नास्ति. यथा विभागः तथा एव पृथक्त्वस्थले अपि किञ्चित् वारणीयं भवति इति. अस्तु, तर्हि एतावत् पर्यन्तं स्पष्टं स्यात् सर्वेषां मनसि किमर्थं विभागः स्वीकृतः, अपि च द्वितीय आपादनस्य आशयः कः इति सर्वम्। इतः अग्रे पठेम करपत्रात्। अन्य कोऽपि आगतवान् वा अथवा आगतवती? नूतनतया केनापि आगतं वा तदभ्यन्तरे? वर्दिनी भगिनी अस्ति वा? आं भगिनि। हा अस्तु भगिनि, अस्तु। तर्हि लक्ष्मी भगिनी पठितुम् इच्छति वा तथा इदं पृथक्त्वमपि इत्यस्मात् आरभ्य? तथा इदं पृथक्त्वम् अपि द्वितीयादिक्षणे जायमानं स्व आश्रय समवायिकारणपरम्परायां परमाणवन्तं यन्मूर्तं तत् अतिरिक्त अवधिकमेव जायते इति स्वीकारात्। निखिलपदार्थघटकीभूतः यः स्व अव्ययपरम्परायां विद्यमानः पदार्थः तदवधिकत्वं नास्ति स्वस्मिन् विद्यमानपृथक्त्वे, अतः न निखिलावधिकत्वम् इति सङ्गच्छते। यदा निखिलावधिकत्वं धूमः तदा स्वं विहाय अन्यः भवति स्व अवयवपरम्परायां विद्यमानोऽपि अवयवः। यदा तदवधिकत्वं स्वस्मिन् विद्यमानपृथक्त्वे स्यात् तदा तत् पृथक्त्वं निखिलावधिकं स्यात् किन्तु तन्नास्ति इत्युच्यते। अस्तु अस्तु, पृथक्त्वं गुणः अस्ति, तदपि द्वितीयादिक्षणे जायमानमस्ति। स्व आश्रयसमवायिकारणपरम्परायां परमाणवन्तं यन्मूर्तं तदतिरिक्त अवधिकम् एव जायते इति स्वीकारात्। पृथक्त्वस्थले पृथक्त्वस्थले स्व आश्रयसमवायिकारणपरम्परायां द्रव्ये अस्तु पृथक् द्रव्ये अवयवाः ये अवयवाः परमाणुपर्यन्तं ये अवयवाः सन्ति समवायिकारणेन परम्परायां ये मूर्तद्रव्याणि यानि मूर्तद्रव्याणि सन्ति तानि अतिरिक्त अवधिकमेव पृथक्तस्वरे स्वीक्रियन्ते। तर्हि इदानीं घटस्य उदाहरणं स्वीकृत्य किञ्चित् परिशीलयतु इदं वाक्यम्। आम् अस्तु, घटस्य घटे कपालः अस्ति, घटः कपाले अस्ति, कपालः कपालिकायाम् अस्ति, कपालिका इति अधः गत्वा परमाणुपर्यन्तं अवयवानि सन्ति। इत्युक्ते अधः यः द्रव्यः सन्ति सा एव उपरि विद्यमानद्रव्यस्य आश्रयः, उपरि विद्यमानद्रव्यः समवायिकारणेन समवायिसम्बन्धेन समवायिकारणेन अधः अधोस्थित द्रव्ये भवति। यानि द्रव्याणि घटपरम्परयाम् अस्ति, कपालः कपालिका इति परमाणुपर्यन्तं, तानि विहाय एव घटपृथक्त्वे अस्ति। इत्युक्ते तानि विहाय यानि द्रव्याणि सन्ति अवयवपरम्परायां तानि विहाय घटपृथक्त्वस्य अवधिः सर्वत्र भवति इति वाक्यम्। अस्तु, आमां, तानि विहाय घटपृथक्त्वं सर्वत्र भवति, घटपृथक्त्वस्य अवधिकं सर्वत्र भवति, घटपृथक्त्वस्य अवधिः अवधिः सर्वत्र भवति। पृथक्त्वम् इति अवधिकं सावधिकं, यतोहि तस्य अवधिः अस्ति। तर्हि वाक्यं कथं स्यात्? घटपृथक्त्वस्य अवधिः स्वाश्रयपरम्परायां विद्यमानानि यानि द्रव्याणि तानि विहाय सर्वत्र इति। अस्तु अस्तु अस्मिन् वाक्ये स्वाश्रयसमवायीकारणपरम्परायाम् इति अस्ति, तर्हि तस्मिन् वाक्ये स्व इति कस् इत्यस्य अर्थः कः, स्वस्य आश्रयः कः इत्यादिकं वदति वा? घट उदाहरणे घट उदाहरणे घटं घट एव स्वम् इति घटम् अस्ति घटस्य. इदानीम् केवलम् अवयव अवयवीभावसमवायीकारण अवयवपरम्परायाः परिशीलनार्थं स्वम् इति घटः इति स्वीकृतं, किन्तु वाक्ये स्वपदस्य अर्थः कः इति परिशीलयतु. वाक्ये पृथक्त्वम् अस्ति, पृथक्त्वमपि द्वितीय अधिक्षणे जायमानं स्व आश्रय पृथक्त्वस्य आश्रयः अस्ति किमपि द्रव्यं द्रव्य पृथक्त्वं समवायिकारणेन द्रव्ये अस्ति इति वार्ता नास्ति. कः समवायिकारणेन द्रव्ये अस्ति? हा, पृथक्त्वम् अवश्यं समवायिकारणेन अस्ति, किन्तु अत्र स्वाश्रयसमवायीकारणपरम्परा इति उक्तं, तस्य अर्थः कः? स्वम् इति पृथक्त्वं तत्तु समीचीनतया अभिज्ञातं भवत्या. स्वाश्रय स्वम् इति पृथक्त्वं पृथक्त्वस्य आश्रयः अस्ति किमपि द्रव्यं घट उदाहरणे घटम् अस्ति घटसमवायिकारणपरम्परायाम् इत्युक्ते घटसमवायिकारणपरम्परायां घटस्य अवयवाः अवयवेषु अवयवपरम्परायां अन्य अवयवेषु. सत्यं सत्यं, यतोहि अवयवाः घटस्य कपालः इत्यादिकं समवायिकारणानि भवन्ति घटं प्रति इति अस्माभिः दृष्टं खलु. द्रव्यगुण तत्रापि समवायिकारणत्वम्, अपि च अवयव अवयवी तत्रापि समवायिकारणत्वम्. अतः स्व आश्रय इत्युक्ते पृथक्त्वस्य आश्रयः घटः वा पटः वा यः कोऽपि, तस्य आश्रयस्य समवायिकारणपरम्परायां समवायिकारणपरम्परा अवयवपरम्परा इति समानपदे अत्र अवयवपरम्परायां अवयवपरम्परायां परमाणवन्तं यन्मूर्तं यन्मूर्तं अवयवपरम्परायां परमाणुपर्यन्तं परमाणुपर्यन्तं स्वीकर्तुं शक्नुमः. परमाणुपर्यन्तं यद् मूर्तम् अस्ति तस्य विषये अग्रे किम् अस्ति? तद् अतिरिक्तम् अवधिकमेव जायते इति स्वीकारात्. पृथक्त्वम् इति गुणः कथं जायते इत्युक्ते स्व आश्रयसमवायिकारणपरम्परायाम् इत्युक्ते स्व आश्रय इत्युक्ते पृथक्त्वं यस्मिन् द्रव्ये अस्ति तद् द्रव्यम् अपि च तस्य अवयवपरम्परायां परमाणवन्तं यानि मूर्तद्रव्याणि सन्ति तानि सर्वाणि विहाय अवधिकं विहाय एव पृथक्त्वम् इति गुणः जायते बहु समीचीनं. पृथक्त्वम् इति गुणः अवधिकं सावधिकं, किन्तु कीदृशावधिः भवति? अवयवपरम्परायां विहाय यानि यानि द्रव्याणि तेषां पृथक्त्वस्य अवधिकत्वम् अस्ति, तादृशगुणः अस्ति पृथक्त्वम् इति. अस्तु भगिनि, अग्रे. निखिलपदार्थ घटकीभूतः यः स्व अवयवपरम्परायां विद्यमानः पदार्थः. निखिलपदार्थघटकीभूतः इत्युक्ते घटकीभूतः इत्युक्ते घटे भूत घटे यानि पदार्थ या पदार्थ अत्र एकनिमिषः घटकीभूतः इत्यस्य अर्थः घटः इति नास्ति. निखिलपदार्थघटकीभूतः इति कोऽपि साहाय्यं करोति वा? माला भगिनी किञ्चित् वदति वा तस्य विषये? माला भगिनी अस्मि. निखिलपदार्थघटकीभूतः इत्युक्ते न वक्तुं शक्नोमि. अस्तु, लक्ष्मी भगिनी तर्हि पूर्णं वाक्यं पठतु एकवारम्. आम् अस्तु. निखिलपदार्थघटकीभूतः यः स्व अवयवपरम्परायां विद्यमानः पदार्थः तद् अवधिकत्वं नास्ति स्वस्मिन् विद्यमानपृथक्त्वे. अस्तु, प्रथमपदं विहाय यः स्व अवयवपरम्परायां विद्यमानः पदार्थः इत्युक्ते पुनः यानि द्रव्याणि स्व अवयवपरम्परायां सन्ति, घट उदाहरणे कपालः कपालिका इत्यादि, तद् अवधिकत्वं नास्ति स्वस्मिन् विद्यमानपृथक्त्वे. घटपृथक्त्वे स्व अवयवपरम्परायां परम्परायां विद्यमानः पदार्थः तेषाम् अवधिकत्वं तस्मिन् विद्यमानपृथक्त्वे नास्ति. तस्मात् निखिलपदार्थघटकीभूतः इत्युक्ते घटम् अपि च घटविहाय घटपरम्परायां घट अवयवानां विहाय घटपृथक्त्वं सर्वत्र अस्ति. तत् भवितुमर्हति किम्? सारांशः, हा समीचीनं, सारांशः तु भवत्या अवगतः एव, नाम घटं विहाय जगति सर्वम् इति. तदेव निखिलपदार्थघटकीभूतः. अत्र घटकी इति घटः इति मा चिन्तयतु, घटकी इति घटनासम्बद्धविषयः. निखिलपदार्थघटकीभूतः इत्युक्ते निखिलपदार्थ श्रेण्याम् अन्तर्भूताः ये. अस्तु अस्तु. निखिलपदार्थश्रेण्यां के अन्तर्भूताः? घटस्य कपालः अपि निखिलपदार्थश्रेण्याम् अन्तर्भूतः एव. अतः सः अपि स्वावयवपरम्परायां विद्यमानः पदार्थः. तस्य विशेषणम् अस्ति निखिलपदार्थघटकीभूतः. सः अपि निखिलपदार्थः एव, किन्तु तदवधिकत्वं घटपृथक्त्वे नास्ति. आम् अस्तु इति अस्तु. इदानीम् अवगतवती. निखिलपदार्थः इत्युक्ते घटं विहाय सर्वाः पदार्थाः, किन्तु घटपृथक्त्वे निखिलपदार्थेषु ये घटपरम्परायां विद्यमान अवयवाः ये निखिलपदार्थेषु सन्ति तेषाम् अवधिकत्वं विहाय घटपृथक्त्वे अस्ति. यद्यपि ते अपि निखिलपदार्थघटकीभूतः कपालाः इत्यादयः, तथापि घटपृथक्त्वं प्रति ते अवधयः न भवन्ति इति. अस्तु अग्रे. अतः न निखिलावधिकत्वम् इति सङ्गच्छते. अतः पृथक्त्वस्थले पृथक्त्वं निखिलावधिकत्वम् इति निकषः. पृथक्त्वं निखिलावधिकत्वं पदार्थः नास्ति इति निकषः भवति. यदा निखिलावधिकत्वं ब्रूमः तदा स्वं विहाय अन्यः भवति स्व अवयवपरम्परायां विद्यमानोऽपि अवयवः. निखिलावधिकत्वं यदि इच्छामः चेत् तत्र तु संविहाय इत्युक्ते संविहाय स्व अवयपरम्परायां विद्यमान अवयवाः अपि घटपृथक्त्वे अपेक्षते, किन्तु तथा नास्ति. यदा तदा तद् अवधिकर्तुं स्वस्मिन् विद्यमानपृथक्त्वे स्यात् तदा तत् पृथक्त्वं निखिलावधिकं स्यात्. यदि यदा घटपरम्परायां घटपरम्परायां घटापि अवयवपरम्परायाम् अवयवपरम्परायां अवधिकत्वम् अपि घटपृथक्त्वे और् घटपृथक् अवयवनस्य पृथक्त्वे अवयविनौ अवयविनः पृथक्त्वे स्यात् तदा एव पृथक्त्वं निखिलावधिकं भवति, किन्तु तथा नास्ति. नो चेत् न इति अस्ति. अस्तु, इदं स्पष्टं स्यात् सरि. तर्हि अग्रे सरिम, राजेन्द्रमहोदय पठति वा अग्रे. आं भगिनि. स्वं यस्मिन् देशे व्याप्तः तावन्मातृदेश अवच्छेदेन व्याप्ताः ये स्व अवयवपरम्परायां विद्यमानाः मूर्ताः तद् अवधिकं पृथक्त्वं यस्मिन् नास्ति इति ब्रूमः, ते निखिलान्तर्गताः. यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः. स्व आश्रय विहाय अन्यत् सर्वं तत् अन्तर्गतम्. इदानीं घटपट पृथक्त्वस्य निखिल अवधिकतं किं स्यात् इत्युक्तौ स्व आश्रयः घटः, तद्विहाय ये पदार्थाः तद् अवधिकत्वम्. इदं घटे विद्यमानपृथक्त्वस्य निखिल अवधिकत्वं स्यात्. स्वम् इदानीम् उदाहरणरीत्या घटं चिन्तयामः. स्वं यस्मिन् देशे व्याप्तः घटः यस्मिन् देशे व्याप्तः तावन्मात्र देश अवच्छेदेन व्याप्तः घटः स्वस्य अवच्छेदेन समवायिकारणेन तत्र व्याप्तः. ये नाम तावन्मात्रदेशेन, कियत् देशेन, कियता देशेन देशे घटः व्याप्तः. सत्यं, तस्मिन् एव देशे के व्याप्ताः? तस्मिन् देशे घटः अस्ति कपालः, कपालिका, परमाणुपर्यन्तं ये तत्र अवयवाः सन्ति ते एव विद्यमानमूर्ताः तस्मिन् देशे. ये स अवयवपरम्परायां विद्यमानाः मूर्ताः तत् अवधिकं पृथक्तं यस्मिन् नास्ति. तत्र पृथक्त्वम् अवधिकत्वं तत् घटे नास्ति इति ब्रूमः. तत् एव वदामः. एकनिमिषः. तद् अवधिकं पृथक्त्वं न यस्मिन् नास्ति घटे एवं तत्र व्याप्ताः ये अवयवाः सन्ति तस्मिन् पृथक्त्वं नास्ति. तस्मिन् पृथक्त्वं नास्ति इति न वार्ता. ये अवयवाः सन्ति तेषु पृथक्त्वस्य अवधिकत्वं नास्ति, अवधित्वं नास्ति. पृथक्त्वस्य अवधिकत्वं नास्ति. अस्तु भगिनि. तदवधिकं पृथक्त्वम् इत्युक्ते कपालावधिकं पृथक्त्वं, कपालिकावधिकत्वं पृथक्त्वं तद् नास्ति घटे. ते निखिलान्तर्गताः, ते सर्वे पदार्थाः निखिलान्तर्गताः घटे घटे अन्तर्भूताः एव सन्ति ते. घटस्य विषये घटे अन्तर्भूताः इति न, घटं घटस्य अपेक्षया के निखिलाः, एते सर्वे अपि निखिलाः. पुनः भगिनि एकवारं. घटस्य कृते इत्युक्ते घटः एकत्र अस्ति चेत् घटस्य कृते, घटस्य दृष्ट्या के निखिलाः त्वं विहाय सर्व सर्व जगति यत्किमपि अस्ति हा जगति यत्किमपि अस्ति तस्मिन् एव श्रेण्यां स्वावयवपरम्परायां विद्यमानाः मूर्ताः अपि सन्ति घटस्य दृष्ट्या स्वावयवपरम्परायां विद्यमानाः मूर्ताः अपि निखिलान्तर्गताः ते अपि निखिलान्तर्गताः कपालः कपालिका परमाणुपर्यन्तं यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः उपरि निखिलपदार्थघटकीभूतः या अवयवपदार्थ परम्परायां विद्यमानपदार्थः तत् अवधिकं नास्ति स्वस्मिन् विद्यमान तस्मिन् वाक्ये न यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य अर्थः कः इति उक्तः इति अस्ति खलु तत्र अस्मिन् वाक्ये इत्युक्ते विद्याधर्याः वाक्यं तथा इदं पृथक्त्वं द्वितीयक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाण्वन्तं यन्मूर्तम् इत्यादिकं पठितं खलु तस्मिन् वाक्ये अस्तु स्वाश्रयं विहाय अन्यत् सर्वं तत् अन्तर्गतं स्वाश्रयं विहाय अन्यत् सर्वं तत् अन्तर्गतं निखिलपदार्थाः सर्वे निखिलपदार्थाः सन्ति अस्तु अस्तु स्व आश्रय इत्यस्मिन् स्व इत्यस्य अर्थः कः घट आश्रय एकनिमिष चिन्तयतु प्रथमं यद् भवता उक्तं स्वं यस्मिन् देशे व्याप्तः इत्यादिकं तत्र घटस्य चर्चा घटः एकस्मिन् देशे व्याप्तः तावन्मात्रदेशे के सन्ति घटस्य अवयवाः अवयवपरम्परायां विद्यमानाः मूर्ताः इति तावत्पर्यन्तं स्वम् इत्युक्ते घटः किन्तु अधुना विषयान्तरं जातं यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः प्रश्नः अस्ति कस्मिन् वाक्ये इति कस्मिन् वाक्ये स्वाश्रयं विहाय अन्यत् सर्वं न महोदय पूर्वस्मिन् परिच्छेदे यः विद्याधरीवाक्यं परिशीलितम् आसीत् कोट्स् मध्ये अस्ति खलु तथा इदं पृथक्त्वम् अपि द्वितीयक्षणे जायमान सः वाक्यः वाक्यं पूर्णतया पठतु तथा इदं पृथक्त्वम् अपि द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाणवन्तं यत् यन्मूर्तं तद् अतिरिक्त अवधिकत्वम् अवधिकम् एव जायते इति स्वीकारात् तस्मिन् वाक्ये स्वम् इत्युक्ते किं स्वम् इत्युक्ते घटः न भगिन्या उक्तम् इदानीं चिन्तयतु स्वाश्रय पृथक्त्वस्य आश्रयः हा पृथक्त्वस्य आश्रय घटः तस्य समवायिकारणपरम्परा इत्युक्ते तस्य स्व आश्रयस्य नाम घटस्य अवयवपरम्परायां ये द्रव्याः तेषां विषये चर्चा अस्तु इदानीं भवतः वाक्यं पठतु यतोहि अस्मिन् वाक्ये यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः इत्युक्ते पृथक्त्वस्य आश्रये ये ये समवायिकारणेन ये ये अवयवाः स्थिताः सन्ति परमाणुपर्यन्तं तद् अतिरिक्त अवधिकम् एव जायते तस्य वाक्यस्य आधारेण प्रश्नः अस्ति निखिलपदार्थः कः स्व आश्रयं विहाय अन्यत् सर्वं तदन्तर्गतं स्वाश्रय इति घटः इति भवता उक्तं तत् समीचीनम् अत्र स्व इत्युक्ते पृथक्त्वं पृथक्त्वस्य आश्रयः घटः अथवा अन्यत् किमपि द्रव्यं तर्हि तद्द्रव्यं विहाय जगति सर्वम् इति निखिलपदार्थः. अस्तु अग्रे तत्त्वस्य निखिला अवधिक्तं किं स्यात् इत्युक्तौ सौ आश्रयः घटः तद्विहाय ये ये पदार्थाः तद् अवधिक्तं यदा वदामः घटपट पृथक्त्वस्य निखिला अवधिक्तं किं भवति तत् सौ आश्रयः घटः घटः तद्विहाय ये ये पदार्थाः जगति सन्ति ते तत् सर्वत्र अवधिक्तम् अस्ति तेषु सर्वेषु अवधिक्तम् अस्ति. इदं घटे विद्यमानपृथक्त्वस्य निखिल अवधिक्तं स्यात् इदानीम् अस्मिन् घटे विद्यमानपृथक्त्वस्य निखिल अवधिक्तं स्यात् यदा संविहाय घटस्विहाय अन्य ये ये पदार्थाः सन्ति तेषां कृते निखिल अवधिक्तं भवति घटं विहाय सर्वत्र जगति. अस्य अस्तु वस्तुतः पृथक्त्वस्य निखिलावधिकत्वम् अस्ति वा? नास्ति भगिनि. नास्ति तर्हि अत्र तु हैपोथेटिकल् अस्ति. अस्तु यदि निखिलावधिकत्वं स्यात् तर्हि निखिलावधिकत्वं कीदृशं स्यात्? स्वं विहाय जगति सर्वत्र निखिलावधिकत्वं भवति. स्वं विहाय सर्वम् इत्यस्यां श्रेण्यां किं किम् आयाति? यत्किमपि स्वं विहाय यत्किमपि पदार्थाः सन्ति ते सर्वे इत्युक्ते स्वाश्रयघटस्य अवयवाः अवयवाः अपि आयान्ति इति कृत्वा तथाविध पृथक्त्वं वस्तुतः नास्ति. तथाविध अवधिकत्वमपि पृथक्त्वस्य वस्तुतः नास्ति. तर्हि निखिलावधिकत्वम् इति वक्तुम् इदमपि नियमः अयमपि नियमः पालितः भवेत् किन्तु तथा नास्ति इति बुद्धम्. अस्तु तर्हि अग्रे सावित्री भगिनी पठति वा? आं भगिनि एकनिमिषः. इदानीं किं पर्यवसितम् अत्र स्वाश्रयघटः सः यस्मिन् देशे व्याप्तः तावन्मात्रदेशे व्याप्ताः ये अवयवाः तदवधिकत्वं घटपृथक्त्वे नास्ति अतः निखिलावधिकत्वं नास्ति. यदा निखिलावधिकत्वं नास्ति तदानीं पूर्वं तद्दोषतादवस्त्यम् इति नास्ति न निखिलावधिकत्वम् अपि तु स्व अवयव अतिरिक्ते नाम स्वं यस्मिन् देशे व्याप्तः तावत् मात्रदेशे व्याप्तः यः स्वावयवः स्वावयवपरम्परायां विद्यमानं यद्यद् मूर्तं तद्भिन्नावधिकं पृथक्त्वमेव स्वस्मिन् भवति इति द्वितीयदोषस्य समाधानम्. अत्र घटकपालयोः परस्परावधिकपृथक्त्वं नास्ति इत्यर्थः. घटे कपालावधिकपृथक्त्वं नास्ति, कपाले घटावधिकपृथक्त्वं नास्ति इत्यादिकं यदा आगतं तदा तयोः युतसिद्धत्वं नास्ति. युतसिद्धत्वाभावात् तयोः संयोगदोषस्यापि वारणं भवति. अस्तु पङ्क्तिशः गच्छामि भगिनि. अवश्यं भगिनि. इदानीं किं पर्यवसितम् अत्र स्वाश्रयघटः यः सः यस्मिन् देशे व्याप्तः तावन्मात्रदेशे व्याप्ताः ये अवयवाः तदवधिकत्वं घटपृथक्त्वे नास्ति इति पूर्वमपि अस्माभिः दृष्टं. पृथक्त्व अवधिकसमूहे समुदाये ये घटस्य घटस्य अवयवाः सन्ति तद् अवधिकत्वं नास्ति किल. अतः निखिलावधिकत्वं कुत्र नास्ति? घटपृथक्त्वे नास्ति. अतः निखिलावधिकत्वं नास्ति. तदर्थं निखिलावधिकत्वं नास्ति. किमपि केचन केचन अवधयः नास्ति, तदर्थं निखिलावधिकत्वं नास्ति. यदा निखिलावधिकत्वं नास्ति तदानीं पूर्वं तद्दोषतादवस्थ्यम् इति नास्ति. यदा निखिलावधिकत्वं नास्ति तदा घटपृथक्त्वे कपालकपालिका अवधयः नास्ति, अपि च कपालकपाले कपालिका पृथक्त्वे. वाक्ये अस्मिन् तद्दोषतादवस्थ्यम् इति मूलवाक्यात् आगतं खलु, तत्र दोषः कः आसीत् द्वितीयापादनेन? संयोगापत्तिः. तद् दोषः इदानीं निवारितं भवति. किमर्थं चेत् घटः कपालः कपालिका पृथक् पृथक् न सन्ति, युतसिद्धत्वं वारितं भवति. निखिलावधिकत्वं नास्ति चेत् निखिलावधिकत्वं कुतः नास्ति? यतोहि अवयवपरम्परायां यानि द्रव्याणि तेषु अवधित्वं नास्ति इत्यतः. तेन युतसिद्धत्वं नास्ति, तेन संयोगः नास्ति इति कृत्वा संयोगापत्ति इति दोषः निवारितः भवति. अस्तु, अग्रे सन्ध्या भगिनी किञ्चित् पठतु. सन्ध्या भगिनी अस्ति वा? आं भगिनि. संयोगस्य साधकं भवति युतसिद्धत्वं. तत्र न स्मः भगिनि, इदानीं सावित्री भगिन्या वाक्यत्रयं. क्षम्यतां, नाम स्वं यस्मिन् देशे व्याप्तः ततः किल. क्षम्यतां, नाम स्वं यस्मिन् देशे व्याप्तः तावत् मात्रदेशे व्याप्तः यः स्वावयवः स्वावयवपरम्परायां विद्यमानं यद्यत् मूर्तं तद्भिन्नावधिकं पृथक्त्वम् एव स्वस्मिन् भवति इति द्वितीयदोषस्य समाधानम्. अत्र घटकपालयोः परस्परावधिकपृथक्त्वं नास्ति इत्यर्थः. घटे कपालावधिकपृथक्त्वं नास्ति, कपाले घटावधिकपृथक्त्वं नास्ति इत्यादिकं यदा आगतं तदा तयोः युतसिद्धत्वं नास्ति, युतसिद्धत्वाभावात् तयोः संयोगदोषस्य अपि वारणं भवति. तर्हि अत्र यद् निखिलावधिकत्वं न स्वीकुर्मः पृथक्त्वस्य, तर्हि यस्मिन् देशे स्वम् इति व्याप्तः अस्ति तस्मिन् एव देशे तावती एव देशे स्वावयवः अपि, इत्युक्ते तत्र स्वम् इत्यस्य अवयवाः अपि व्याप्ताः. अनन्तरं तत्र स्व अवयवपरम्परायां विद्यमानं यत् यानि यानि मूर्तद्रव्याणि सन्ति तद्विहाय पृथक्त्वं तद्विहाय एव, इत्युक्ते तस्य अवधिकं विहाय एव पृथक्त्वं स्वस्मिन् भवति इति तत्र द्वितीयदोषस्य द्वितीयापादने यः दोषः अस्ति तस्य ते समाधानं कुर्वन्ति अत्र एतेन वाक्येन. इदानीम् अत्र इत्युक्ते किं, घटकपालयोः तत्र परस्परावधिकत्वं नास्ति इति, द्वयोः मध्ये परस्परावधिकपृथक्त्वं नास्ति इति तत्र अर्थः. इत्युक्ते घटे कपालावधिकपृथक्त्वं न भवति, कपाले अपि घटावधिकपृथक्त्वं न भवति. एतेन किं भवति, द्वयोः युतसिद्धत्वं न भवति इति आगच्छति. यदा वदामः द्वयोः युतसिद्धत्वं न भवति तदा तयोः संयोगः अपि न भवितुम् अर्हति. अतः संयोगः भवेत् इति यः दोषः भवेत् तस्य रोधः भवति, तस्य तदिदानीं न भवति, तस्य वारणं भवति इति. समीचीनं. तर्हि संयोगः भवेत् इति न उक्तं, किन्तु दोष आपादनस्य फलत्वेन संयोगः जायते इति दोषः भवति. तद् निवारितम् अधुना. किमर्थं निवारितं? घटकपालयोः पृथक्त्वं नास्ति. पृथक्त्वं नास्ति चेत् युतसिद्धत्वं नास्ति. तदपि नास्ति चेत् संयोगः नास्ति. अन्ततो गत्वा घटकपालयोः पृथक्त्वं न भवति इति साधितम्. अस्तु, तर्हि अग्रे गत्वा अधुना पृथक्त्वं नास्ति घटकपालयोः इति स्वीकृतं चेत् तेन किं पर्यवसितं भवति इति अग्रे किञ्चित् परिशीलयामः. सभ्यसाची महोदय अग्रे पठति वा? आमां भगिनि. संयोगस्य साधकं भवति यूतसिद्धत्वं. यूतसिद्धत्वं नाम किं? पृथगाश्रय आश्रितत्वम् इति उक्तम्. इदानीं पृथक्त्वस्य स्थाने यदा भेदः स्वीकृतः तदा कपाले घटभेदः अस्ति, घटे च कपालभेदः अस्ति. अतः घटस्य कपालभेद आश्रयत्वात् कपालस्य च घटभेद आश्रयत्वात् तयोः युतसिद्धत्वं स्यात्. युतसिद्धत्वे तयोः संयोगः स्यात् इति आपादनम्. तस्मात् किं कर्तव्यम्? युतसिद्धत्वं कस्य इत्युक्तौ पृथगाश्रय पृथक्त्वाश्रयस्य पृथक्त्वं च भेद अपेक्षया किञ्चित् अतिरिक्तम् इति स्वीकर्तव्यम् इति मोक्षा वृत्तिः. अस्तु, इदानीं पश्यामः संयोगः कुत्र भवितुम् अर्हति. संयोगस्य साधकं भवति कुत्र इत्युक्ते यत्र युतसिद्धत्वं भवति इत्युक्ते भिन्न भिन्नदेशे भवन्ति चेत् तत्र संयोगः भवितुम् अर्हति. उदाहरणत्वेन हस्तपुस्तकयोः संयोगः भवितुम् अर्हति. तर्हि युतसिद्धत्वं नाम किम् इत्युक्ते पृथगाश्रय आश्रितत्वं यत्र भवति, यथा घटपुस्तकयोः वृक्षहस्तयोः तदाधारेण. तर्हि पृथगाश्रय आश्रितत्वम् इत्यस्य विवरणं ददाति वा? संयोगस्य साधकं नाम कारणं युतसिद्धत्वं. युतसिद्धत्वम् इत्युक्ते पृथगाश्रय आश्रितत्वं. समीचीनं, समीचीनं. तर्हि इदानीं किं वदति अग्रे? पृथक्तस्य स्थाने इदानीं भेदः यदि स्वीकुर्मः तर्हि कपालघट भेदः यदा स्वीकुर्मः तर्हि कपाले तु वयं जानीमः घटभेदः अस्ति, एवं कपालभेदः अपि घटे अस्ति, घटभेदः कपाले अस्ति, द्वयोः भवितुम् अर्हति. तर्हि अत्र प्रश्नः उदेति, तर्हि यदा घटभेदः कपाले अस्ति, कपालभेदः घटे अस्ति, तर्हि युतसिद्धत्वं स्यात् इति मनसि आयाति. किमर्थम् इत्युक्ते भेदः अस्ति चेत् तर्हि युतसिद्धत्वम् अस्ति चेत् तत्र संयोगः अपि स्यात् इति आक्षेपः, इति आपादनम् अस्ति. यदि अस्ति चेत् तर्हि किं कर्तव्यं? किम् इत्युक्ते भेदस्थले द्वयोः स्थाने भवितुम् अर्हति. तर्हि अत्र लिखितमस्ति युतसिद्धत्वं कस्य इत्युक्तौ पृथक्त्वाश्रयस्य. सो युतसिद्धत्वं कस्य इत्युक्ते पृथक्त्वस्य आश्रयः यः अस्ति तत्र युतसिद्धत्वम् इति वक्तुं शक्नुमः. पृथक्त्वं च भेद अपेक्षया किञ्चित् अतिरिक्तम् इति स्वीकर्तव्यम् इत्युक्ते पृथक्त्वं भेद अपेक्षया यदा अपेक्षा इत्युक्ते तुलनां यदा कुर्मः, पृथक्त्वम् अस्ति भेदम् अस्ति, तर्हि पृथक्त्वं भेद अपेक्षया किञ्चित् अतिरिक्तम् इति अस्ति इति मुख्यवृत्तिः इति इत्युक्ते मुख्यवार्ता इति अस्ति. इत्युक्ते भेदपृथक्त्वं समानं नास्ति इति भिन्नम् अस्ति. हा अस्तु, तर्हि इदानीं पुनः सारांशत्वेन पृथग् आश्रय आश्रितौ इत्यस्य विशेषः अर्थः अस्ति खलु? आश्रयौ भिन्नौ. इदानीं घटः पटः इति वस्तुद्वयं, तत्र तयोः मध्ये आश्रितौ कौ? पुनः वदतु. घटः पृथक् घटः एवं घटः पटः पृथगाश्रयाश्रितौ इति वाक्यं चेत् तत्र आश्रितौ कौ? घटः पटात् पृथक् इत्युक्ते तत्र अवधिः अस्ति, अस्ति पटः घटवेदः पटे. अहं केवलं पृथगाश्रयाश्रितौ इत्यस्य प्रतिपादनम् इच्छामि. अस्तु, तत्र पृथगाश्रयाश्रितौ इत्यस्मिन् वाक्ये घट अपि च पट इति उदाहरणं. तर्हि आश्रितौ कौ, आश्रयाः के? आश्रयाः भवन्ति घटः एवं पटः एवं पृथक्त्वस्य. तदपि सत्यं, किन्तु पृथगाश्रय आश्रितौ इत्यस्य अर्थः कः? पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इति खलु? तर्हि तस्य पदस्य विश्लेषणं कर्तुमिच्छति चेत् कथं करोति तस्मिन् प्रसङ्गे? पृथगाश्रय आश्रितौ इत्यस्मिन् प्रसङ्गे आश्रयः कः, आश्रितः कः? आश्रयः इत्युक्ते इत्युक्ते यत्र पृथक्त्वम् अस्ति इति आश्रयः. आश्रितः इत्युक्ते अवधिः इति वा? हा, वस्तुतः अयं विषयः तु पूर्वतनः बहु पूर्वं कृतवन्तः, किन्तु केवलं पुनस्मरणरीत्या पृष्टम्. तर्हि कोऽपि साहाय्यं करोति वा पृथगाश्रयाश्रितौ इत्यस्य अर्थः कः इति वक्तुं? माला भगिनी वदतु वा. वदामि. घटः पटः तत् स्वीकृत्य वदामश्चेत् घटस्य अवयवाः ये सन्ति, यथा कपालः कपालिका, ते सर्वे घटस्य आश्रयः, घटः आश्रितः, अपि च पटः तस्य अवयवाः आश्रयः, पटः आश्रितः. अतः पृथक् आश्रयौ आश्रितौ इति वदामः. हा, समीचीनं. सव्यसाची महोदय अधुना वदति वा? आमां, पुनः वदामि. प्रायशः एतत् वयं कृतवन्तः. तर्हि घटः पटात् पृथक् इत्युक्ते तत्र घटस्य अवयवाः, ये कपालः अस्ति कपालिका, ते घटस्य आश्रयः, एवम् आश्रितः इति अस्ति इति घटः वा? समीचीनम्. अस्मिन् काण्टेक्स्ट् मध्ये, पृथगाश्रयाश्रितौ इत्यस्मिन् काण्टेक्स्ट् मध्ये पृथक्त्वस्य आश्रयः घटः इति वार्ता नास्ति. आश्रितः अथवा आधेयः घटः, सः कुत्र आश्रितः, कुत्र तिष्ठति घटः? पृथगाश्रये तिष्ठति. पटस्य आश्रयाः पृथक्, घटस्य आश्रयाः पृथक्, अतः पृथगाश्रयौ आश्रितौ. अवगतम् अवगतम्. अस्तु अस्तु. तर्हि युतसिद्धत्वं संयोगस्य साधकं भवति. युतसिद्धत्वम् इत्युक्ते किं? पृथगाश्रय आश्रितत्वम् इति अर्थः. यथा माला भगिन्या उक्तं तथैव अस्ति. आश्रयौ पृथक्, तौ आश्रयौ आश्रितौ तदा पृथक् भवति इति कृत्वा पृथक् आश्रय आश्रितौ, घटः पटः उदाहरणम्. इदानीं घटः कपालः इति स्वीकुर्मः, तौ पृथगाश्रयाश्रितौ न सन्ति इति तु स्पष्टं जातं, किन्तु पृथग् इत्यस्य स्थले भेदः इति स्थापयतु. हा, इदानीं घटभेदः पटे कपाले अस्ति वा? अस्ति, अस्ति. कपालभेदः घटे अस्ति वा? अपि अस्ति. आम्, तथा अस्ति. तथा अस्ति, भेदः इति अन्योन्याभावः. तर्हि घटभेदः स्वं विहाय जगति सर्वम्. आम्. इदानीं पृथक्त्वं भेदः एव इति वदति चेत् तेन किं साधितं भवति? पृथगाश्रय आश्रितौ भिन्नाश्रय आश्रितौ समानौ इति साधितं भवति. पूर्वपक्षिणः तथा वदन्ति. आमाम्. हा, पूर्वपक्षिणः मतमस्ति यत् पृथक्त्वम् अपि च भेदः समानम्. एतावत्पर्यन्तं चर्चा जाता, यद् चर्चा या जाता तस्य आधारेण वयं ज्ञातवन्तः यत् पृथगाश्रय आश्रितयोः एव युतसिद्धत्वम् इति, अपि च घटकपालस्य तादृश पृथगाश्रय आश्रितत्वं नास्ति, किन्तु भेदः तु अस्ति. अस्तु, तर्हि पृथक्त्वम् इत्यस्य स्थाने भेदः इति स्थापयित्वा, पृथक्त्वं भेदः एव इति उक्त्वा पृथक्त्वस्य स्थाने भेदः इति स्थापयति चेत् तर्हि किम् आगच्छति पुनः? तत्र तथा कुर्मः चेत् तत्र भेदः तु अस्ति परन्तु पृथक्त्वं तथा नास्ति. किमर्थम् इत्युक्ते पृथगाश्रयाश्रितत्वं नास्ति तत्र घटकपालयोः, परन्तु भेदः अस्ति तत्र. भेदः तु अस्ति, किन्तु भेदेन युतसिद्धत्वं स्यात् इति वक्तुं शक्नुमः वा? तथा न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते भेदः तु स्वं विहाय सर्वत्र अस्ति जगति. हा, तर्हि भेदः पृथक्त्वम् इति कृत्वा घटभेदः घटपृथक्, इदानीं कपालावधिकपृथक्त्वं घटे नास्ति, घटावाधिकपृथक्त्वं कपाले नास्ति इति तु सत्यं, किन्तु भेदः तु तथा नास्ति. भेदः अस्ति एव, कपालभेदः घटभेदः परस्परम् अस्ति. इदानीं वयं यदि वदामः पृथक्त्वस्य स्थाने भेदः इति स्थापयित्वा पृथगाश्रय आश्रितौ इत्यस्य स्थाने कपालभेदः घटे अस्ति, घटभेदः कपाले अस्ति, तर्हि तौ समानौ इति पुनः वदामश्चेत् तर्हि तेन पुनः युतसिद्धत्वम् आगच्छति. युतसिद्धत्वम् आगच्छति चेत् पुनः संयोगः आगच्छति. अतः किं कर्तव्यम्? अन्तिमवाक्यं पठतु. पृथक्त्वं च भेदापेक्षया किञ्चित् अतिरिक्तम् इति स्वीकर्तव्यम्. इयं मुख्यवृत्तिः. वदतु महोदय. तथा अस्ति भगिनी. हा, इत्युक्ते युतसिद्धत्वस्य निवारणार्थं पृथक्त्वं भिन्नं भेदः भिन्नः इति स्वीकर्तव्यं भवति इति सिद्धान्तिनः मतम्. इत्युक्ते इत्युक्ते युतसिद्धत्वं कार्यं न करोति भेदस्थले, इत्युक्ते तत्र तु भेदः तु भेदः तु स्वं विहाय जगति सर्वत्र अस्ति, तर्हि घटभेदः कपाले एवं कपालभेदः घटे भवितुम् अर्हति. परन्तु तत्र युतसिद्धत्वम् इत्युक्ते तत्र पृथगाश्रय आश्रितत्वं भवति, तत्र पृथक्त्वं न भवितुम् अर्हति, संयोगमपि न भवितुम् अर्हति इति वार्ता अस्ति. नाम भेदेन युतसिद्धत्वं न आगच्छति, पृथक्त्वेन युतसिद्धत्वम् आगच्छति. तेन आधारेण एतैः उच्यते यत् पृथक्त्वं च भेदः अतिरिक्तपदार्थाः इति. एकेन पदार्थेन युत समानं नास्ति. एकेन युतसिद्धत्वं सिद्धं भवति, अपरेण युतसिद्धत्वं न आगच्छति इत्यतः. अस्तु तर्हि हा इति स्पष्टं स्यात्. अग्रे सरला भगिनी पठति वा? आं भगिनि. तर्हि पृथक्त्व आश्रत्वे युतसिद्धत्वं, तत्र घटकपालयोः युतसिद्धत्वं नास्ति इति वर्णनीयम् अस्ति. तत् अस्ति इति आपदानार्थं सर्वम् आगतम्. तर्हि तद् उक्त्वा तद् उत्तरं यथा विभागस्थले यत् वक्ष्यमाणम् अस्ति तया रीत्या अन्योपि परस्परा अवधिकपृथक्त्वं न स्वीक्रियते इति यदा ब्रूमः तदा तयोः युक्तसिद्धत्वं वार्यते. पूर्वं यत् प्रतिज्ञातं कौ युक्तसिद्धौ पृथग् आश्रयाश्रितौ, इदानीं तयोरपि परस्परं पृथक्त्वा आश्रत्वं वर्तते चेत् तर्हि स्यात् एव तयोः युक्तसिद्धत्वं. तस्य खण्डनार्थम् इदं सर्वं परिशीलनम् अत्र अत्र एव इदं सर्वम् उपकारकं भवति. अनेन पृथक्त्वं भेदः इति इमौ द्वौ पदार्थौ समानौ न स्तः इति सिद्ध्यति. यतो हि पृथक्त्वं भेदरूपं चेत् घटकपालयोः युक्तसिद्धत्वात् संयोग आपत्तिः. तर्हि पृथक्त्व आश्रयत्वे युक्तसिद्धत्वं वयं पठितवन्तः. पृथक्त्व यदि पृथक् आश्रितं भवति तर्हि युतसिद्धत्वं भवति, तर्हि संयोगं भवति. तत्र घटकपालयोः युतसिद्धत्वं नास्ति. वयं जानीमः वस्तुतः घटकपालयोः युतसिद्धत्वं नास्ति इति वर्णनीयम् अस्ति इति साधितम् आवश्यकम् अस्ति. मीन्स् तस्य संयोगः न भवति. तत् अस्ति इति आपदानार्थं सर्वम् आगतं. तदस्ति इत्युक्ते पृथक्त्व आश्रितेषु युक्तसिद्धत्वम् अस्ति, युद्धत्वं यदि अस्ति तत् संयोगं भवति इति कारणम् आपदानार्थं सर्वम् आगतं. वयं पूर्वं परिशीलयामः परिशीलितवन्तः. तर्हि तत् उक्त्वा तत् उत्तरं यथा विभागस्थले यत् वक्ष्यमाणम् अस्ति. तर्हि युतसिद्धत्वे संयोगः भवति, यदि युतसिद्धत्वं नास्ति संयोगं नास्ति. तस्य विभागस्य उदाहरणं दत्तम् अस्ति. तया रीत्या अन्योपि परस्परा अवधिकपृथक्त्वं न स्वीक्रियते. विभागस्थले वयं जानीमः यदि अवधिकम् आरोप्यते तर्हि निखिला अवधिकं नास्ति. एकं विभागं अवधिकत्वं स्वीक्रियते, तद् अन्यतः निवार्यते. तत् विभागस्थले अपि निखिलावधिकत्वं नास्ति इति यदा ब्रूम तदा तयोः युक्तसिद्धत्वं वार्यते. यदि कयोः युक्तसिद्धत्वं वार्यते? घटकपालयोः. हा, घटकपालयोः. यथा विभागस्थले अपि द्वौ पदार्थौ स्तः, घटः पटात् विभक्तः, तथैव अत्रापि द्वौ स्तः, घटकपालौ. तथा विभागस्थले अपि युद्धसिद्धत्वं वार्यते. पृथक्त्व घटकपालयोः युद्ध विभागस्थले यदा वयं अवधिकत्वं वार्यते तदा घटकपालयोः अपि इति रीत्या युद्धसिद्धत्वं वार्यते. पूर्वं यत् प्रतिज्ञातं कौ युद्धसिद्धौ पृथक् आश्रयतौ, पूर्वं वयं जानीमः कौ पदार्थौ यदि पृथक् आश्रितौ स्तः तौ युक्तसिद्धौ भवतः यथा घटभूतलयोः पृथक् आश्रितौ भवतु तयोः युक्तसिद्धत्वं भवति, तयोः संयोगः भवति. इदानीं तयोः अपि परस्परं पृथक्त्वाश्रयत्वं वर्तते चेत् तर्हि स्यात् तयोः युद्धसिद्धत्वं. तयोः पुनः घटकपालयोः यदि परस्परं पृथक्त्वाश्रयत्वं विद्यमानं चेत् तर्हि तयोः युद्धसिद्धत्वं भवेत्. तस्य खण्डनार्थम् इदं सर्वं परिशीलनं. वस्तुतः एतत् नास्ति, तर्हि सर्वं मीन्स् विभागस्य उदाहरणं युद्धसिद्धतयो पृथक् आशाश्रितवो संयोगस्य उदाहरणं वयं पठितवन्तः. अत्र इव इदं सर्वम् उपकारकं भवति. यदि वयं सर्वं जानीमः तस्य लाभदायक भवति एतत् साधितम्. अनेन पृथक्त्वं भेद इति इमौ द्वौ पदार्थौ समानो नस्त इति एतत् रीत्या वयं साधितं पृथक्त्वं भेद एकसमानः पृथक्त्वं भेद द्वौ समानौ नास्ति न स्तः. पृथक्त्वं भिन्ना अस्ति, भेदं भिन्ना अस्ति इति सिद्ध्यति. यतोहि पृथक्त्वं भेदरूपं चेत् घटकपालयोः युक्तसिद्धत्वात् संयोगः आपति. यदि भेदः पृथक्त्वं भेदः अस्ति यथा पूर्वपक्षिण वदन्ति तर्हि पृथक्त्वं घटकपालयोः पृथक्त्वं भवेत् एण्ड् युद्धसिद्धत्वं भवेत् एण्ड् संयोगः भवेत्. तस्य आपत्तिः अस्ति. समीचीनं भगिनि, समीचीनं. तर्हि घटकपालयोः मध्ये भेदः तु अस्ति एव, यद्यपि पृथक्त्वं नास्ति इति साधितं पृथगाश्रयाश्रितं युतसिद्धत्वम् इति दृष्ट्वा. किन्तु पृथक्त्वम् एव भेदः इति उच्यते चेत् तर्हि घटकपालयोः पृथगाश्रय आश्रितत्वम् आगच्छति तेन युतसिद्धत्वं, पुनः संयोगापत्तिः इति दोषः उदेति. अतः पृथक् भेदस्य समानौ नास्तः, पृथक्त्वं भेदः द्वौ समानपदार्थौ न स्तः इति आगच्छति इति सारांशः द्वितीयापादनस्य. अग्रे गत्वा परमाणुस्थले संयोगः भवति न वा इति पश्यामः. तर्हि माला भगिनी पठति वा? आम् पठामि. द्वयोः परमाण्वोः संयोगापत्तिः न चैवं परमाणुद्वयसंयोगानुपपत्तिः तयोः अनाश्रितत्वाद् इति वाच्यं तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात्. पूर्वम् उक्तं यत् तयोः संयोगो जायते यौ पृथग् आश्रय आश्रितौ. परमाणोः आश्रयः एव नास्ति इत्यस्मात् द्वयोः परमाण्वोः संयोगः कथं वा जायेत इति चेत् स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् द्वयोः परमाण्वोः संयोगस्तु भवत्येव. अनेन च अवगम्यते यत् वस्तुतः यौ पृथक् तयोः संयोगः इत्येव पर्याप्तम्. एतावता यौ पृथग् आश्रयाश्रितौ तयोः संयोगः भवति स्म, किन्तु अत्र परमाण्वो अपि संयोगः जायते इति कृत्वा स्वतन्त्रक्रियावतोः संयोगः भवति इति स्पष्टम्. संयोगः कुत्र सम्भवति इत्यस्य बोधनार्थमेव पृथग् आश्रय आश्रितत्वं प्रदर्शितम्. इदानीं परमाणु परमाणोः संयोगः भवति वा इति परिशीलनं भवति. अत्र उक्तमस्ति न चैवं परमाणुद्वयसंयोगानुपपत्तिः तयोः अनाश्रितत्वात् इति वाच्यं. परमाणुद्वयस्य संयोगः न भवितुमर्हति इति लिखितमस्ति. किमर्थम् इत्युक्ते तयोः अनाश्रितत्वात् तस्य परमाणोः अवयवाः न सन्ति इति उक्त्वा तयोः मध्ये संयोगः. एकनिमिषः, अवयवः न सन्ति इत्यस्य अर्थः कः? परमाणोः अवयवाः नास्ति इत्यस्य अर्थः तेषाम् आश्रयः नास्ति इति. आम् आम्, तेषाम् आश्रयः नास्ति. आम् तेन परमाणुः अनाश्रितः. आम् अनाश्रितः. तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् ते स्वतन्त्रतया तिष्ठन्ति. अस्तु, तर्हि इदानीं वदतु भगिनि. तर्हि इदं किमर्थम् उक्तं यद् न चैव परमाणुद्वयोसंयोगानुपपत्तिः इति सिद्धान्तिभिः किमर्थम् उक्तं? वयं पूर्वं दृष्टवन्तः पृथक् आश्रितौ योरेव संयोगः भवति इति. अधुना परमाणोः कीदृशी स्थितिः? आश्रयः एव नास्ति, अतः कथं वा संयोगः भवति इति प्रश्नः. समीचीनं भगिनि. तर्हि सिद्धान्ती चिन्तयति, पूर्वपक्षी अपि इमं प्रश्नं पृच्छति. अस्तु, पृथगाश्रय आश्रितयोः संयोगः इति उच्यते भवद्भिः, तर्हि परमाणुः तु अनाश्रितः, आश्रयः एव नास्ति. अस्तु, तयोः मध्ये संयोगः एव न भवति इति पूर्वपक्षी वदेत् इति चिन्तयित्वा विचिन्त्य सिद्धान्ती इदम् उपस्थापयति अत्र. अस्तु, अग्रे पूर्वम् उक्तं यत् तयोः संयोगः जायते यौ पृथग् आश्रय आश्रितौ. तद् वयं पूर्वं दृष्टवन्तः, यदा संयोगः कुत्र जायते, यदा पृथग् आश्रयौ आश्रितौ, तदा एव संयोगः जायते. परन्तु परमाणोः आश्रयः एव नास्ति इत्यस्मात् द्वयोः परमाणोः संयोगः कथं वा जायेत इति प्रश्नः अस्ति. आश्रयः एव नास्ति, अवयवाः नास्ति इति प्रश्नः कः पृच्छति? कः पृच्छति, कस्य मनसि आगच्छेत् अयं प्रश्नः? पूर्वपक्षिणः मनसि आगच्छेत्. पक्षिणः मनसि. आम् इति चेत् तस्य उत्तरं कथं ददाति इति अग्रे भवती पठति एव. अस्तु, पठतु. इति चेत् स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् द्वयोः परमाणोः संयोगस्तु भवति एव. स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् तस्य स्पष्टतया अहं तस्य विषये अहम् अस्तु. तर्हि इदानीं पूर्वपक्षी वदेत् यद् परमाणुद्वयसंयोगः न सम्भवितुमर्हति यतोहि अनाश्रितः परमाणु. तर्हि पृथगाश्रय आश्रितत्वं कथं वा स्यात् इति, तस्य आश्रयः एव नास्ति चेत् अहम् अवगच्छामि, परन्तु स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् तस्य तर्हि तस्य उत्तररूपेण सिद्धान्तिः वदति यत् तथा नास्ति, न च एवं संयोग अनुपपत्तिः इत्युक्ते संयोगस्य असम्भवः नास्ति. किमर्थं? स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् इत्युक्ते यद्यपि परमाणवः अनाश्रिताः तथापि ते स्वतन्त्रक्रियावतः क्रियावन्तः. स्वतन्त्रक्रियावन्तः इत्युक्ते किम्? इत्युक्ते परमाणुषु स्वतन्त्रक्रिया अस्ति, अनेन संयोगः जायते निमित्त. अधुना तेषां ते किं वक्तुम् इच्छति सिद्धान्तिनः? ते इदं वक्तुम् इच्छन्ति यत् परमाणुद्वयमध्ये अपि संयोगः भवति, द्वयोः परमाणोः अपि संयोगः भवति. अस्तु, किन्तु सः संयोगः कथं भवति? स्वतन्त्रक्रियया भवति. तस्य संयोगस्य निमित्तं किं? स्वतन्त्रक्रिया इति. यद्यपि पृथगाश्रयाश्रितत्वं नास्ति, अपि च युतसिद्धत्वम् अपि नास्ति परमाणोः मध्ये, खलु? युतसिद्धत्वम् इत्युक्ते किं? पृथक्तया सिद्धम् इति. किन्तु परमाणुः कीदृशः कीदृशः पदार्थः? अनाश्रितः चेत् जायमानः अपि नास्ति. तर्हि युतसिद्धत्वं पृथक्तया सिद्धम् इति अपि नास्ति. एतद् सर्वं नास्ति चेदपि परमाणोः मध्ये संयोगः सम्भवति एव. कथं सम्भवति? स्वतन्त्रक्रियावत्त्वम् इति गुणः परमाणोः अस्ति इति, इत्यनेन परमाणोः संयोगः भवति एव इति सिद्धान्तिनां स्वतन्त्रक्रिया भवति. इङ्ग्लिश् मध्ये वदति चेत् कथं वदति? स्वतन्त्रक्रिया इत्युक्ते इण्डिपेण्डेण्ट्, स्वतन्त्रं तु इण्डिपेण्डेण्ट् एव अस्ति. मूमेण्ट् दे हेव् फिसिक्स् वी नो आयान् एण्ड् हा मूव् वेरि फास्ट् वित् देयर् ओन् स्पीड् वेलासिटि. So I think that is what they say, Swatantra Kriya. धन्यवादः. अतः स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् द्वयोः परमाणोः संयोगः भवितुम् अर्हति. अनेन च अवगम्यते यत् वस्तुतः यौ पृथक् तयोः संयोगः इत्येव पर्याप्तम्. पृथग् आश्रितौ भवेत् इति आवश्यकं नास्ति. पृथक् देशे स्तः चेत् तयोः मध्ये संयोगः भवितुम् अर्हति. एतावता यौ पृथग् आश्रितौ तयोः संयोगः भवति स्म, किन्तु अत्र परमाणोऽपि संयोगः जायते इति कृत्वा स्वतन्त्रक्रियावतोः संयोगः भवति इति स्पष्टम्. पूर्वम् अस्माभिः दृष्टं पृथग् आश्रितौ ये यौ स्तः तयोर्मध्ये संयोगः भवति, परन्तु अत्र वयं वक्तुं शक्नुमः परमाणोः संयोगः जायते. किमर्थम् इत्युक्ते स्वतन्त्रक्रियावत्त्वम् अस्ति, तथा वदामः वा? परमाणोः स्वतन्त्रक्रियावत्त्वम् अस्ति, अतः तयोर्मध्ये संयोगः भवितुम् अर्हति. अस्माकं मनसि स्पष्टतया एतत् प्रदर्शनार्थम् एव संयोगः कुत्र सम्भवति, इति पृथग् आश्रितत्वं प्रदर्शितम् अस्ति. सत्यं, पृथगाश्रयाश्रितत्वं तदर्थं प्रदर्शितं, किन्तु संयोगस्थले तादृशः तादृशी परिस्थितिः नास्ति. पृथगाश्रय आश्रितत्वं नास्ति, एकः परमाणु एकः परमाणुः एकस्मिन् स्थले, अपरः अपरस्मिन् स्थले, किन्तु तयोः स्वतन्त्रक्रिया अस्ति इति कृत्वा क्रियया संयोगः जायते तयोः मध्ये इति वार्ता. यद्यपि पृथगाश्रयाश्रितत्वं नास्ति तथापि तयोः क्रियया संयोगः जायते एव. अस्तु, तर्हि अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि. अन्यच्च परमाणोः आश्रयः न भवति एव इति अत्र न विचारः. अनाश्रितत्वेन समवायसम्बन्धेन आश्रयः नास्ति इति बोध्यम्. परमाणुः उत्पीठिकायाम् अस्ति इति प्रतीतिर्जायते, तत्र आश्रयः संयोगसम्बन्धेन. किन्तु अवयव अभावात् परमाणोः समवायिकारणं नास्ति. परमाणोः आश्रयः न भवति इति अत्र न विचारः. अनाश्रितत्वेन समवायसम्बन्धेन आश्रयः नास्ति इति बोध्यम्. परमाणोः अनाश्रितत्वेन समवायसम्बन्धेन आश्रयः नास्ति. तर्हि घटस्य समवायसम्बन्धेन आश्रयः कः? कपालः. कपालः. परमाणुस्थले तादृशी परिस्थितिः अस्ति वा? नास्ति. नास्ति. समवायसम्बन्धेन परमाणुः कुत्रापि न वर्तते, यतोहि तस्य अवयवाः न सन्ति. नास्ति. परमाणुः उत्पीठिकायाम् अस्ति इति प्रतीतिर्जायते, तत्र आश्रयः संयोगसम्बन्धेन. किन्तु उत्पीठिकायां परमाणुः अस्ति चेत् तत् संयोगसम्बन्धः. अवयव अभावात् परमाणोः समवायकारणं नास्ति. परमाणुः अवयव परमाणु नास्ति, तत्कारणात् समवायकारणं नास्ति. समवायसम्बन्धः नास्ति. समवायसम्बन्धेन परमाणुः कुत्रचित् अपि आश्रितः न भवति. न भवति. परन्तु संयोगसम्बन्धेन तु भवितुम् अर्हति अपरेषु द्रव्येषु. अस्तु, तर्हि अत्र स्थगयामः अद्य. कोऽपि प्रश्नः वा? भगिनि, परयवस्त्रं तस्य अर्थः किम्? पर्यवसितं पर्यवसितम् इत्युक्ते कन्क्लूडेड् इति. अस्तु, प्रश्नाः न सन्ति चेत् विरमामः. शुभरात्रिः. शुभरात्रिः. धन्यवादः.